ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति धातुविज्ञानं द्वितीय। धातुविज्ञानम् इति अध्याये वयं प्रथमाध्याये तत्र किं दृष्टवन्तः, तत्र इत्संज्ञकवर्ण इत्संज्ञकप्रकरणस्य तत्र सूत्राणि यानि सन्ति तेषां विषये धातुविज्ञानं प्रथमम् इति करपत्रे सर्वं दत्तं। किमर्थं चेत् धातुः विज्ञानम् इति करपत् इति अध्याये धातुः तः वयं तिङन्तरूपं निर्मातुं शक्नुमः, अपि च कृदन्त प्रातिपदिकमपि धातुतः एव निर्मीयते। अतः तत्र धातुः प्रक्रियार्थं तत्र सिद्धं भवेत् तस्य कृते यः प्रथमसोपानम् अस्ति तदस्ति इत्संज्ञकवर्णानां निष्कासनं। सो धातुविज्ञानं प्रथमम् इति करपत्रे इत्संज्ञक ये सूत्राणि सन्ति, इत्संज्ञासूत्राणि यानि सन्ति तेषां विषये तत्र चर्चा अस्ति। तत्तु प्रथमसोपानम् इत्युक्ते धातुः लौकिकरूपस्य निर्माणार्थं तत्र प्रथमे इत्संज्ञकवर्णानां निष्कासनं करणीयम्। अनन्तरं धातुविज्ञानं द्वितीय इति करपत्रे तत्र चत्वारि प्राकृतिकसूत्राणि तत्र दत्तानि, इत्युक्ते प्राकृतिकसूत्राणि धातुषु औपदेशिक अवस्थायाम् एतानि चत्वारि कार्याणि तत्र भवति। अतः अपि च एतेषु चतुर्षु विधिसूत्रेषु तत्र कोऽपि बाह्यनिमित्तम् आवश्यकं नास्ति। सो अतः वयं किं वदामः, एतानि चत्वारि प्राकृतिककार्याणि। अन्ये ये कार्याणि तत्र अष्टाध्यायीग्रन्थे सूत्रद्वारा तत्र प्रदर्शितं पाणिनिना स्थापितं तेषां विषये तत्र बाह्यनिमित्तं तत्र प्रायशः तत्र वर्तते। अतः एतानि चत्वारि प्राकृतिककार्याणि, यः प्रथमकार्यमस्ति सः अस्ति सत्त्वकार्यम्। अनेन सकारस्य विधानं कृतम्, यः प्रथमसूत्रमस्ति। सो सूत्रमस्ति धात्वादिशः सः। सो तत्र उपदेशे अशीति इति सूत्रतः तत्र उपदेशे इति पदस्य अनुवृत्तिः भवति। सो उपदेश अवस्थायां धातुः आदे मूर्धन्यषकारः अस्ति चेत् तस्य सकारादेशः अनेन सूत्रेण भवति। इत्युक्ते तत्र अनुबन्धानां निष्कासनम् अनन्तरम् एतेषु चतुर्षु कार्येषु यः कार्यं सम्भवति तस्य विषये अवश्यं चिन्तनीयम्। अतः प्रथमकार्यमस्ति सत्त्वकार्यम्। किमपि कोऽपि वक्तुम् इच्छति वा? सो उपदेश अवस्थायां तत्र यद् धातुः प्रथमवर्णः मूर्धनिषकारः तस्य सकारादेशः भवति, अथवा अनुबन्धानां निष्कासनम् अनन्तरं यदि प्रथमवर्णः मूर्धनिषकारः तस्य अपि सकारादेशः भवति। तत्र वयं दृष्टवन्तः तत्र द्वितीय कुत्रचित् द्वितीयपरिवर्तनमपि सम्भवति, इत्युक्ते अत्र मूर्धनिषकारस्य तत्र साक्षात् अनन्तरं टठ अथवा मूर्धन्यनकारः विधीयते, तत्र तस्य द्वितीयपरिवर्तनमपि करणीयं। ट स्थाने तकारः करणीयं, ठ स्थाने तत्र थकारः, अपि च यः मूर्धन्यन अस्ति तस्य स्थाने दन्त्यन इति आदेश तत्र परिवर्तनम् अस्माभिः करणीयम्। सो निमित्तपाये नैमित्तिकस्य अपायः इति प्रवादद्वारा वयम् एतत् कर्तुं शक्यते। शास्त्रीयचिन्तनम् इच्छामः चेत् पूर्वत्र सिद्धम् इत्यनेन तत्र धातुवादिशः सः सूत्रस्य कार्यस्य कृते धातुवादिशः सः इति शास्त्रेण तत्र कार्यमेव विधीयते, तत्र कार्यस्य निर्देशः अस्ति। अतः तत् कार्यस्य कृते तत्र ष्टुत्वसन्धिकार्यम् असिद्धं, त्रिपादिस्थितम् अस्ति इति कारणात् तत्र धातुवादिशः सह सूत्रेण यत् कार्यं भवति तस्य कार्यस्य कृते तत्र पूर्वत्र सिद्धम् इत्यनेन त्रिपादीद्वारा कृतं कार्यम् असिद्धम्, अतः तत् न तिष्ठति. अथवा यदा तत्र कारणम् अपगच्छति तस्य फलम् अपि अपगच्छति, अतः निमित्तपाये नैमित्तिकस्य अपायः इति अपि वयं वदामः चेत् तदपि अलं, परन्तु शास्त्रीयचिन्तनं तु पूर्वत्र सिद्धमिति अस्ति. अस्तु, अपि च तत्र किं प्रयोजनम् एतस्य कार्यस्य कृते, तत्र कोऽपि प्रयोजनम् अस्ति वा व्याकरणशास्त्रे? सो तत्र वयम् एकं सूत्रमपि दृष्टवन्तः, आदेशप्रत्ययोः. सो आदेशप्रत्ययोः इति सूत्रेण तत्र आदेशरूपी सकारस्य कुत्रचित् इन्को वर्णे परे तत्र पुनः मूर्धनिषकारादेशः भवति, केवलं यः आदेशरूपी सकारः अस्ति. अपि च अनेन सूत्रेण न केवलं यः आदेशरूपी सकारः, यथा धातुवादेशः सः इति सूत्रेण तत्र सकारस्य आदेशः कस्य स्थाने, मूर्धनिषकारस्य स्थाने सकार इति भवति, परिवर्तनं भवति. सो तादृशसकारः आदेशरूपी सकारस्य कुत्रचित् पुनः ध्वनिना श्रूयते वा? श्रूयते महोदय, श्रूयते. मञ्जरी भगिनी कृपया तत्र खण्डं भवति वा मध्ये? न महोदय, सम्यक् श्रूयते. वाट् ऐ सजेस्ट् इस् यु लीव् एण्ड् देन् यु रि एण्टर् बिकास् अन्येषु कृते तु तत्र सम्यक् अस्ति. मे बि प्राब्लम् इस् वित् युवर् नेट्वर्क् भगिनि. जस्ट् लीव् एण्ड् कम् बेक्, देट् शुड् साल्व् दिस् प्राब्लम्. अस्तु. सो तत्र एतत् सूत्रस्य कार्यस्य तत्र प्रयोजनम् अस्ति, प्रयोजनं विना तत्र व्याकरणशास्त्रे कोऽपि कार्यं न भवति. अतः धात्वादेशः सह सूत्रेण यः मूर्धन्यषकारस्य सकारादेशः भवति तस्य कृते तत्र प्रयोजनम् अस्ति. तत् प्रयोजनं कुत्र लभ्यते इत्युक्ते आदेशप्रत्ययोः इति सूत्रे तस्य प्रयोजनस्य, तस्य एतत् कार्यस्य प्रयोजनं दृश्यते. अतः तत्र न केवलम् आदेशरूपी सकारस्य पुनः मूर्धन्यषकारः भवति, परन्तु तत्र प्रत्ययस्य सकारस्य प्रत्यय कोऽपि अव्ययरूपेण यः सकारः अस्ति तस्यापि मूर्धन्यषकारः इति आदेशः भवति, यदि तस्य पूर्वे कोऽपि इन्को वर्णः, केवलम् इन्को परे एव. अतः तत्र सि आदेशप्रत्ययोः इति सूत्रेण यः आदेशरूपी सकारस्य अपि च प्रत्ययस्य सकारस्य यः षकार आदेशः भवति तस्य कृते निमित्तम् आवश्यकं, तत् निमित्तम् अस्ति इन्को वर्णः. इन् प्रत्याहारस्य कोऽपि वर्णः तादृशसकारस्य पूर्वे अस्ति चेत् तत्र आदेशः भवति, कार्यं भवति. अपि च इन्को वर्णस्य परे तत्र आदेशरूपी सकारः अस्ति चेदेव कार्यं भवति, अतः तत्र निमित्तम् आवश्यकं. परन्तु ये चत्वारि प्राकृतिककार्याणि अस्मिन् करपत्रे, ये चत्वारि प्राकृतिककार्याणि, तेषां विषये कोऽपि निमित्तम् आवश्यकं नास्ति. इत्युक्ते धातुवादेशः सः इति सूत्रे कोऽपि तत्र सप्तमीनिमित्तम् अथवा पञ्चमीनिमित्तम् अथवा तृतीयानिमित्तं न दत्तं, केवलं कण्डिशन् अस्ति षकारः आदिं वर्णः भवेत्, धातौ आदौ भवेत्, तदा एव तस्य सकारादेशः भवति. तथैव अन्येषां ये सूत्राणि तत्र, अन्य त्रीणि सूत्राणि, तेषां विषये अपि समानचिन्तनं, तत्र कोऽपि निमित्तम् आवश्यकं नास्ति. अस्तु, इदानीं तत्र नत्वकार्यस्य विषये तत्र पठामः. सो नत्वम् इत्युक्ते अनेन, नत्वम् इत्युक्ते अत्र दन्त्यनकारस्य आदेशः भवति. सत्वम् इत्युक्ते यत्र सकारस्य आदेशः, अपि च धातु आदेशः सह सूत्रेण तत्र धातुद्वयस्य विषये प्रतिषेधः अस्ति, वार्तिकद्वारा तत्र तस्य विषये प्रतिषेधः अस्ति। एकमस्ति ष्ठू इति धातुः, द्वितीयमस्ति शश्वक, शश्व शव शक शव अनन्तरम् अशक, एतद् धातु अस्ति तत्र, धातुद्वयस्य विषये तत्र प्रतिषेधः। अस्तु, अन्येषां ये षोपदेशधातु धातवः सन्ति तेषां विषये तु सकारादेशः भवति। अस्तु, नत्वम् सो अत्र मूर्धन्यनकारस्य दन्त्यनकारः इति आदेशः अनेन प्राकृतिकार्येण। अस्तु, कः प्रारम्भं करोति? कृपया स्वयम् अग्रे आगच्छतु, अहं पठामि भगिनि। पठतु भगिनि, कृपया पठतु। नूनः उपदेशावस्थायां धातोः आदौ नकारः अस्ति चेत् नकारस्य स्थाने नकारादेशः भवति। नः षष्ट्यन्तं, नः प्रथमान्तं, द्विपदमिदं सूत्रम्। आदे च उपदेशेषिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः, धात्वादेः सहसः इत्यस्मात् धात्वादेः इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं धात्वादेः नः नः उपदेशे। तो उपदेशावस्थायां धातोः आदौ नकारः अस्ति चेत् तस्य स्थाने नकारादेशः भवति इति सूत्रस्य अर्थः। इत्युक्ते श्री अत्र सो अत्र अत्रापि अनुबन्धानां निष्कासनम् अनन्तरं यदि आदिवर्णः मूर्धन्यनकारः अथवा प्रथमवर्णः एव मूर्धन्यनकारः अस्ति चेत् तत्र तस्य दन्त्यनकारः इति आदेशः करणीयम्, अस्माभिः करणीयम्। सो अत्रापि कोऽपि निमित्तं नास्ति, सप्तमीनिमित्तं पञ्चमीनिमित्तं सूत्रेण दत्तं, केवलं धातु आदेः इति अस्ति। धातुवादेः तत्र णः, सो अत्र स्थानिवर्णः अस्ति, सो धातुवादेः अपि तत्र षष्ठ्यन्तमस्ति, अत्र उपरि लिखितम्। धातुवादी षष्ठी तत्पुरुष तस्य धातुवादेः, सो अत्रापि पूर्वसूत्रात् एव धात्वादेः इति पदस्य अनुवृत्तिः भवति, अतः अत्रापि कीदृशनकारस्य धात्वादे नकारस्य, अतः अत्र न मूर्धन्यनकारः एव स्थानिवर्णः, न तु नकारः। इत्युक्ते सूत्रं पश्यामः चेत् अत्र णः णः इति दत्तमस्ति सूत्रे, णः णः। सो एतदपि केवलं न इति एव तत्र आदेशः भवति, न तु नकारः अकारः। अत्र यः अकारः दत्तं प्रथमविभक्तिपदमस्ति दन्त्यन, सो अत्र अकारः केवलम् उच्चारणार्थम्। सो कथं जानीमः, यथा पूर्वसरे तत्र षष्ठ्यन्तं नः मूर्धन्यन अस्ति वा दन्त्यन अस्ति, सो कथं जानीमः इत्युक्ते तत्र सि केवलम् अत्र केवलं मूर्धन्यनकारस्य स्थाने एव आदेशः, एकम् एव वर्णस्य आदेशः। सो अत्र षष्ठ्यान्तं तु सत्यं, परन्तु न यः अस्ति दन्त्य न अस्ति, तदपि षष्ठ्यन्तम् एव भवेत्, यथा मूर्धन्यनः इति षष्ठ्यन्तं भवेत्, षष्ठीविभक्त्यन्तं पदः भवेत्, तथैव नः अपि षष्ठ्यन्त एव दृश्यते। किमर्थं चेत् हलन्त अस्ति, नकारः हल् अस्ति, परन्तु अत्र प्रथमान्तमस्ति. सूत्रे वयं व्याख्या दृष्ट्वा वयं वक्तुं शक्यते दन्तिर्न तु प्रथमविभक्तिः प्रदमस्ति. अतः अत्र अकारः उच्चारणार्थमस्ति, केवलम् उच्चारणार्थम्. अन्यथा तत्र किं तत्र किं तत्र यः भवति मूर्धन्यनकारस्य स्थाने न इति आदेशः, तथा नास्ति. सो अत्र अकारः केवलम् उच्चारणार्थम्. अपि च कथं जानीमः नः इति षष्ठ्यन्तमस्ति धातुवादे नः. सो अत्र सम्बन्धः दृश्यते. अत्र यः षष्ठी अस्ति धातुवादे नः इति यः अस्ति, कीदृशनकारः धातुवादे नः. सो अत्र सम्बन्धः दृश्यते, अतः षष्ठ्यान्तं स्वीकरणीयम्. अपि च दन्तनकारस्य कृते तु तत्र प्रथमा एव स्वीकरणीयम्. इत्युक्ते प्रथमविभक्त्यान्तं पदः एव तत्र आदेशः आगमः अपि च नामकरणस्य सूचना ददाति. अतः अत्र अकारः उच्चारणार्थं तेन किं भवति सूत्रस्य अर्थः वयम् अवगन्तुं शक्यते. सो धात्वादे मूर्धन्यनः स्थाने षष्ठ्यन्तम् अस्ति, अतः स्थानीपदं योजनीयम्. इत्युक्ते वाक्ये एकवाक्येन कथम् अर्थः भवति, षष्ठ्यन्तम् अस्ति. सो धात्वादे नः स्थाने न आदेशः नकारः आदेशः उपदेशे. सो उपदेशावस्थायां धातुवादे णः स्थाने नकारः इति तत्र तस्य एकवाक्येन तत्र विभक्तिः चिह्नस्य निर्देशः अस्ति. तेन वयम् एकवाक्येन सूत्रस्य अर्थं ज्ञातुं शक्यते. तदेव प्रथमवाक्ये दत्तम्. उपदेशावस्थायां धातोः आदौ नकारः अस्ति चेत् नकारस्य स्थाने षष्ठी अस्ति, नकार आदेशः प्रथमा अस्ति भवति इति तत्र एकवाक्येन अर्थं दत्तम्. उदाहरणमपि पठतु भगिनि. नटं नृत्तौ इति धातुः प्रथमम् उपदेशे अजनुनासिक इत्यनेन आकारस्य इत्संज्ञा, तस्य लोप इत्यनेन लोकश्च. नट नट् भवति उपदेशे अजनुनासिक इति सूत्रेण. नोः नः इत्यनेन नट् नट् इति लौकिकधातुः. नटति लटि नाटकः नुल् नुलि नटनं ल्युटि. इत्युक्ते अत्र नट् इति धातुः यः लौकिकरूपम् अस्ति, अत्र गुणप्रसङ्गः नास्ति. सो अत्र त्रिषु तत्र प्रत्ययेषु केवलं वर्णमेलनं भवति. नुवुलि विषये वदतु भगिनि. नट्योदन् नुवुल् नुवुलि नुवुलि इत्युक्ते बै एडिङ्ग् द नुवुल् प्रत्ययः. नट्योग नुल्लि नुल्लि नुल् नुवुल् नुवुल् नुवुल् इस् अ सप्तमी अन्तं. नुवुलि इस् अ सप्तमी अन्तं, बट् प्रत्ययः इस् नुवुल्, लकारः हल् अस्ति अन्ते. अस्तु. सो नट योग नुल् नुल् हलन्त्यम् इति सूत्रेण लकारस्य इत् भवति. चुटु इति सूत्रेण नकारस्य इत् भवति. तस्य लोपः इति सूत्रेण द्वयोः लोपो भवति. वु अवशिष्यते. सो नट योग वु भवति. तत्र एकं सूत्रमस्ति भगिनि. उपदेशे अजनुनासिक इति न तत्र सर्वदा नुवुल् तत्र वु स्थाने तत्र अक आदेशः भवति. सूत्रमस्ति किं सूत्रम्? something is there. Oo and ya. Yuvor naku. Yuvor naku. Yuvor naku. Sutram asti. Yuvor. Yusthane ana adeshah. Yakarah ukarah asti che. Tatra ana adeshah bhavati. Ana ityukte tatra ante api akarah. यथा तत्र अयादिसन्धियः ऐ आदेशः तत्र अकारः यकारः परन्तु युवोर्नाको इति सूत्रेण यु स्थाने अन आदेशः भवति वु स्थाने अक इति आदेशः भवति अन्ते अपि अकारः अस्ति सो युवोर्नाको इत्यनेन वु स्थाने तत्र अक आदेशः भवति सर्वदा यत्र यत्र प्रत्ययस्य वु अवशिष्यते अथवा यु अवशिष्यते तत्र एतत् सूत्रस्य प्रसक्तिः अस्ति युवोर्नाको सो युवोर्नाको इत्यनेन अत्र अपि वु अवशिष्यते अनुबन्धानां निष्कासनम् अनन्तरं वु अवशिष्यते अतः युवोर्नाको इत्यनेन वु स्थाने तत्र अक इति आदेशः भवति इदानीं सूत्रकं नट योग अक परन्तु अत्र पदं किमस्ति किं दत्तमस्ति अत्र वदतु नट धातुः नट अस्ति उपदेशे अजन्मनासिक सूत्रस्य अन्तस्थितस्य अकारस्य इत् भवति इत् संज्ञा भवति तस्य लोपः भवति अतः नट योग अक अवशिष्यते इदानीं धात्वादेः नः नः इति सूत्रेण नट् नट् नट् भवति दन्तनकारः आदेशः भवति सो नट् योग अक भवति गुल् आर्धधातुक प्रत्ययः अस्ति सि अत्र सर्वदा यत्र यदा अक इति प्रत्ययः कीदृशप्रत्ययः आर्धधातुकप्रत्ययः अस्ति सत्यम् अपि च अपि च विशिष्ट आर्धधातुकप्रत्ययः किमर्थं विशिष्ट अर्धधातुकप्रत्ययः मूर्धन्यनकारस्य इत् अस्ति अस्मिन् प्रत्यये सो विशिष्ट अर्धधातुकप्रत्ययः के यस्मिन् यस्मिन् अर्धधातुकप्रत्यये मूर्धन्यनकारस्य इत् अस्ति अथवा तालुनकारस्य इत् अस्ति ते तादृश अर्धधातुक् तादृशप्रत्ययः विशिष्ट अर्धधातुकप्रत्ययः इत्युक्ते विशेष अर्धधातुकप्रत्ययः नूलपि तथैव अस्ति अत्र मूर्धन्य स्क्रीन् दृश्यते वा आं भगिनि सो अत्रापि नकारस्य संज्ञा अस्ति अतः अणित् अर्धधातुकप्रत्ययः सो यदा अर्धधातुकप्रत्ययेषु णित्वम् अस्ति अथवा तालुन्यकारस्य इत् अस्ति तदा तत्र कस्य विषये चिन्तनीयम् णित् अस्ति अतः किणिति च किणिति च तु कण्ठ्यनकारस्य इत् किणिति च सूत्रे कण्ठ्यनकारस्य तद् बाधक अत्र तु कण्ठ्यनकारः नास्ति सो बाधकसूत्रे कण्ठ्यनकारस्य विषये चिन्तनीयम् वदतु सत्यं वदतु एकं सूत्रमस्ति अचोणिनिति अचोणिनिति नित् अपि च नित् तेन किं भवति तेन सूत्रेण सूत्रेण गुणः न भवति वृद्धिः भवति कस्य स्थाने वृद्धिः भवति इक् वर्णस्य स्थाने वृद्धिः भवति सूत्रं किमपि अचोणिनिति अच्वर्णस्य स्थाने वृद्धिः भवति तत्रापि तदन्तविधिः अस्ति इत्युक्ते तदन्तविधिः अच् केवलम् अच् रूपी वर्णः अस्ति इ इति धातुः तस्य परे कोऽपि अक् अक् अस्ति चेत् तदन्तविधिः अच्वर्णः अच्वर्ण स्वस्य रूपस्य अपि वृद्धिः अच् यस्य अन्ते विधीयते तस्यापि वृद्धिः इति तदन्ति विधिः सो यदा तत्र भूयोग अक कुर्मः नूलि भूयोग अक भवति तत्रापि तादृश अङ्गस्यापि वृद्धिः अपि च केवलम् अचुरूपी अङ्गम् अस्ति चेत् तत्रापि वृद्धिः इति तदन्तविधिः सो तस्मिन् सूत्रे अपि यथा सार्वधातुक अर्धधातुकयोः इति सूत्रे तदन्तविधिः अस्ति इक्वर्णः इक्वर्णरूपी अङ्गम् अस्ति अथवा कोऽपि अङ्गं यस्य अन्ते इक्वर्णः तादृश अङ्गस्यापि तत्र गुणः भवति स्वस्य रूपस्यापि गुणः भवति अत्रापि तथैव अचोनिनीति इति सूत्रे अपि तथैव अच् रूपी अङ्गम् अस्ति अथवा कस्यचित् अङ्गस्य अन्ते अच् विधीयते चेदपि तत्र किं करणीयं वृद्धि करणीयम् इति सूत्रं वदति अचोनिनीति सो अत्र तु अञ्चे अन्ते अच् नास्ति अत्र तु हलन्तधातुः अस्ति सो तत्र यथा तत्र पुगन्तलघुपदस्य च उपधायां लघु इक् वर्णस्य तत्र गुणः भवति तथैव अचोनिनीति इति सूत्रे अपि उपधायां कस्य वृद्धिः भवति मया किञ्चित् उक्तम् अहं चिन्तयामि तस्य सूत्रस्य विषये सूत्रं किं कोऽपि जानाति वा स्मारयति वा कोऽपि सूत्रमस्ति अत् उपधाया अत् उपधायां सूत्रे नित् भवति तदा उपधायां दीर्घ भवति इति अत्र नित् अत्र काल् अत्र मूर्धन्यनकार मूर्धन्यनकार षजजन्यना अस्ति अत्र मूर्धन्यनकार द्वये अपि इत्युक्ते चजन एण्टन द्वये अपि न एण्ड् इत् अस्ति चेत् उपधायां दीर्घः भवति इति सूत्रस्य अभिप्रायः अचोनिनीति इति सूत्रे तु अन्ते स्थितस्य अचवर्णस्य वृद्धिः करोति परन्तु अत् उपधायाः इति सूत्रेण उपधायां यः अत् अस्ति अत् इत्युक्ते तपर्करणम् अस्ति अत् इत्युक्ते तपर्करणम् अस्ति सो तपर्करणम् अस्ति चेत् केवलं ह्रस्वाकारस्य एव ग्रहणम् अवर्णस्य न ग्रहणम् अवर्णः अस्ति चेत् अष्टादश अकाराणां परन्तु यदा वयं तपरकरणं कुर्मः तत्र केवलं तस्य कालस्य एव बोधकः सो रस् अत् उपधायाः इति सूत्रे यः अत् इति पदमस्ति सः तत्र तपरकरणं कृत्वा एव लिखितम् अतः उपधायां केवलं रस्वाकारः अस्ति चेदेव वृद्धिः भवति तत्रापि णित् णित् इति निणिति इति पदस्य अनुवृत्तिः सो अत् उपधायां तादृशधातुः अस्ति यस्य उपधायाम् अत् अकारः रस्वाकारः केवलं रस्वाकारः अत् अत् अत् उपधायाम् अत् उपधायां तत्र उपधायामेव ह्रस्वस्य दीर्घः भवति खलु ह्रस्व अकारस्य केवलं पुगन्तलघुपदस्य च तु तत्र इ ऊरु ह्रस्व इकारस्यापि गुणः ह्रस्व उकारस्यापि गुणः ह्रस्व ऋकारस्यापि गुणः परन्तु वृद्धि तु केवलम् अकारस्य एव अतः अत्र अत् उपधायाः इति सूत्रेण भगिनी वदतु इदानीं किं भवति अत् उपधायाम् इति सूत्रेण उपधायां स्थित ऋस्य अकारस्य दीर्घः भवति आकारः भवति खलु किं भवति नाट भवति योग अक् इदानीं केवलं वर्णमेलं सो वयं किं कृतवन्तः अङ्गकार्यमपि कृतवन्तः अत्र गुणस्य प्रसक्तिः नास्ति अन्ते कोऽपि एकवर्णः नास्ति अच्वर्णः नास्ति परन्तु उपदायाम् अत्र ह्रस्वाकारः अस्ति, अतः अत् उपदायाः इति सूत्रेण प्रत्ययः तादृशः, प्रत्ययनिमित्तीकृत्य एव अङ्गकार्यं भवति. सो यः नूल् इति प्रत्ययः तस्मिन् नकारस्य इति अस्ति, अतः तत्र वृद्धिः भवितुं शक्नोति. अतः मया किम् उक्तं, विशिष्ट अर्धधातुप्रत्ययः. सो मूर्धन्यनकारस्य यस्मिन् प्रत्यये इत्संज्ञा अस्ति सः अपि विशिष्ट अर्धधातुप्रत्ययः, अपि च यस्मिन् तालुन्यकारस्य इति अस्ति सः अपि विशिष्ट अर्धधातुप्रत्ययः. तत्र न केवलं गुणस्य विषये चिन्तनीयं, तत्र वृद्धिकार्यस्य विषये अपि चिन्तनीयम्. सो अत्र किं भवति, नाटक इति अकारान्त् प्रातिपदिकं निति निति द्वे एव विशिष्ट सत्यं विशिष्ट किमर्थं चेत् तत्र गुणं बाधित्वा वृद्धिकार्यं भवति, अतः विशिष्टं, कोऽपि अन्यविशेष विशिष्टता तत्र नास्ति. सो तत्र गुणं बाधित्वा, यदि गुणप्रसङ्गः अपि अस्ति, वृद्धिप्रसङ्गः अपि अस्ति, तत्र वृद्धि एव करणीयं, न तु गुणः करणीयम्. सत्यं भगिनि, धन्यवादः महोदय. चेतना भगिनी, अवगतं वा भगिनि? आं महोदय. सो अत्र नाटक इति प्रातिपदिकम् इत्युक्ते कृदन्तप्रत्ययस्य योजनेन, मूलधातुतः कृत् प्रत्ययः योजनेन तत्र यः शब्दसमूहः निष्पद्यते तस्य किं प्रातिपदिकम् इति संज्ञा. प्रातिपदिकम् अस्ति चेत् अनन्तरं वयं तत्र सुप् एकविंशति सुप् प्रत्ययः योजयितुं शक्नुमः. सो नाटकः नुगुलि यः अस्ति, नाटकः इस् अ कर्तार्थक प्रत्ययः, इट् विल् रिप्रेसेण्ट् अ कर्ता एव. अपि च अत्र अनन्तरम् एकवचने पुल्लिङ्गे एकवचने तत्र रामः इव भवति, तत्र यथा राम इति प्रातिपदिकं, तथैव नाटक इति अकारान्त् प्रातिपदिकम्, अतः एकवचने नाटकः इति भवति. इदानीं नाटकः इति यः अस्ति तत् पदम् अस्ति, सुप्तिङन्तं पदम् इत्यनेन नाटकः इति पदं, परन्तु नाटक यः अस्ति तस्य प्रातिपदिक इति संज्ञा, तत् प्रातिपदिकम् अस्ति, कृदन्तप्रातिपदिकं, कृत् प्रत्ययस्य योजनेन यत् प्रातिपदिकं निष्पद्यते तत् कृदन्तप्रातिपदिकं. तथैव नटनम्, अत्र नटयोग यु अस्ति, अतः अत्रापि अनुबन्धानां निष्कासनम् अनन्तरं यु अवशिष्यते, अतः युवर् नाको इत्यनेन तत्र अन इति आदेशः भवति. परन्तु ल्युटि ल्युट् प्रत्ययोजनेन केवलं तत्र नपुंसकलिङ्गे एव पदानि तत्र भवति इति तत्र सूत्राधारेण जानीमः. परन्तु नवली तत्र त्रिषु लिङ्गेषु तत्र रूपाणि भवितुं शक्नोति, परन्तु ल्युट् प्रत्ययस्य योजनेन केवलं नपुंसकलिङ्गानि पदानि एव वयं तत्र प्राप्तुं शक्नुमः. सो नटनम् इति अस्ति, अत्रापि अन भूत्वा नट इति अत्र गुणप्रसङ्गः नास्ति. किमर्थं चेत् ल्युट् इति साधारण अर्धधातु प्रत्ययः, अस्मिन् नकारस्य इति नास्ति, ण्यकारस्य अपि इति नास्ति. सो यदि गुणप्रसङ्गः अस्ति तदा गुणः भवति, ल्युट् कारणेन गुणः भवति, भू भो भवति, परन्तु वृद्धि इति कार्यम् अत्र न भवितुं शक्नोति. किमर्थं चेत् ल्युट् इति णित् अपि नास्ति, अणित् अपि नास्ति. सर्वदा प्रत्ययः कीदृशः तद् द्रष्टव्यं, धातुषु यः मुख्यं कार्यमस्ति गुणकार्यम् अपि च वृद्धिकार्यम्. सो अङ्गे गुणकार्यस्य प्रसङ्गः अस्ति वा तत् सर्वदा द्रष्टव्यम्. अपि च अङ्गं कदा, अङ्गम् इति वयं कदा तस्य प्रयुक्तुं प्रयोगः कर्तुं शक्यते, एतत् अङ्ग इति पदस्य वयं प्रयोगः कदा कर्तुं शक्यते, यदा तत्र प्रत्ययः अस्ति. किमर्थं चेत् सूत्रं तादृशं, सूत्रं किमस्ति, यस्मात् प्रत्ययः विधि तदादि प्रत्यये अङ्गं. वि शुड् रिमेम्बर् आर् द सूत्रास्, यु शुड् रिपीट् द सूत्रास्. यस्मात् प्रत्ययः विधिः तदादि प्रत्यये अङ्गं. सो यदा प्रत्ययः विधीयते तदा एव अङ्गसंज्ञा भवति. तावत्पर्यन्तं यदा नाटक इति यः अस्ति, वि केनाट् से नाटक इस् एन् अङ्गम्, नाटक इस् अ प्रातिपदिकं. परन्तु यदा वयं नाटकयोग सुप् कुर्मः, सो यस्मात् प्रत्ययः विधिः, तदा सुप् प्रत्ययस्य कृते अकारान्त् अङ्गं भवति, तदा एव अङ्गसंज्ञा भवति. सो प्रत्ययस्य योजनेन प्राक् अङ्गसंज्ञा नास्ति, यदा वयं प्रत्ययः योजयामः तदा एव अङ्गसंज्ञा भवति. दीस् आर् वेरि स्माल् थिङ्ग्स् बट् यु शुड् रिमेम्बर् इन् द व्याकरणशास्त्र. अस्तु, अत्र वदतु. क्षम्यतां, युवोर्नाको इति न अवगतं भगिनि, अन्य एकवारं वदति वा? युवोर्नाको अहं पश्यामि अत्र सूत्रव्याख्या अस्ति वा. अत्र स्क्रीन् दृश्यते वा? दृश्यते महोदय. ओ अस्तु, अत्र दृश्यतु भगिनि. युवोर्नाको सप्तमध्याये प्रथमपादे प्रथमसूत्रम् अस्ति. पटं न दृश्यते महोदय, नाटक एव दृश्यते. न दृश्यते, एकनिमेषः. इदानीं दृश्यते वा भगिनि? युवोर्नाको इति एकं सूत्रम् अस्ति. यु अपि च वु अस्ति, सो द्विवचने वो भवति. द्विवचनात् पदम् अस्ति अतः वो भवति, परन्तु वु अस्ति. युवोर् यु अत्र र यः श्रूयते सः तु विसर्गस्य परिवर्तनम् अस्ति, विसर्गः र भवति. सो इफ् वि एक्स्क्लूड् द र, तस्य अनन्तरम् अकारः अपि अस्ति. सो अन इति यः अस्ति तस्य अन्ते अपि अकारः, ककारस्य पूर्वे अपि अकारः. सो ना द्विवचने अस्ति अतः नाकौ अकारान्त् अस्ति, रामौ इव अस्ति, रामः रामौ रामाः. सो रामौ इव भवति. सो अन एण्ड् अक अत्र दीर्घसन्धि भूत्वा नाकौ इति भवति, अन अक. सो युवोः अनकौ इति सूत्रमस्ति. सो यु स्थाने यत्र अङ्गस्य परस्य प्रत्ययस्य आदौ विद्यमानः यु इत्यस्य अन आदेशः, वु इत्यस्य अक आदेशः भवति. सो यस्मिन् यस्मिन् प्रत्यये अनुबन्धानां निष्कासनम् अनन्तरं यु अवशिष्यते अथवा वु अवशिष्यते तत्र प्रत्य आदेशः भवति, प्रत्ययस्य आदेशः भवति. यु सम्पूर्ण यु स्थाने अन आदेशः भवति, सम्पूर्ण वु स्थाने अक इति आदेशः भवति. सो अत्रापि प्रत्ययस्य एव अनुनासिक यु अथवा वु अस्ति चेत् एव अत्र तु तदेव लिखितं. सो तत्र प्रायशः तत्र सो अत्र एकमान्यत् प्रश्नम् आयाति, तत् किं भगिनि? किमर्थम् उकारस्य इत्संज्ञा न भवति? इत्युक्ते यदि नवुल् इत्यनेन तत्र वु अनुनासिक अस्ति, उकारः अनुनासिक अस्ति, तस्य उपदेशे अजनुनासिक इति सूत्रेण किमर्थं तत्र इत्संज्ञा न भवति? तत्र भवति खलु महोदय, व एव अवशिष्य भागमस्ति खलु. किं भगिनि? इदानीं तत् प्रत्ययः वदति खलु, यु उ अनुनासिक उ, तत्र उपदेशे अनुनासिक इति सूत्रेण उकार अनुनासिक उकारस्य इत्संज्ञा भवति खलु, व एव अवशिष्य भागम्. तदेव अहं वदामि किमर्थम् उकारस्य संख्या न भवति लकारस्य अनुनासिकलकारस्य अस्ति लकारे अत्र वयं किं वक्तुं शक्यते अत्र उकारस्य संज्ञाकरणस्य कोऽपि प्रयोजनमेव नास्ति अतः अत्र प्रत्यादेशः भवति इति कृत्वा तत्र उकारस्य तत्र इत्संज्ञा न भवति किमर्थं चेत् तत्र इत्संज्ञा तु वर्ण आश्रितकार्यमस्ति परन्तु आदेशः प्रथमे करणीयं किमर्थं चेत् यत्र यत्र प्रत्यये यु अवशिष्यते अपि च वु अवशिष्यते तत्र तत्र प्रत्य आदेशः भवति युवर् नाको इत्यनेन प्रत्य आदेशः भवति अतः तत्र इदानीम् अस्य विषये किञ्चित् अधिकं तत्र दृष्ट्वा वदामि परन्तु इदानीं तु किं तत्र वक्तुं शक्यते उकारस्य यः इत्संज्ञा भवति सि प्रत्येक इति संज्ञस्य तत्र प्रयोजनम् अस्ति व्याकरणशास्त्रे प्रयोजनं विना तत्र इत्संज्ञा न करणीयम् इति तत्र एकं प्रवादः अस्ति व्याकरणशास्त्रे नियमः प्रयोजनं विना इत्संज्ञा न करणीयम् अतः अत्र अनुनासिकमस्ति चेत् उकारस्य उपदेशे नास्ति न करणीयं न करणीयम् उकारं चेत् सो अत्र युवोर् नाको इत्यनेन इत्यस्य यु इति स्थाने तत्र केवलं यु अवशिष्यते चेत् तस्य स्थाने अन इति आदेशः भवति वु स्थाने तत्र अक इति आदेशः भवति यत्र यत्र प्रत्ययस्य तत्र तादृशः स्थितिः अस्ति तत्र एतत् सूत्रद्वारा युवोर् नाको इति सूत्रेण तत्र एतत् प्रत्यादेशः करणीयं प्रत्ययस्य स्थाने आदेशः करणीयम् इदानीं किञ्चित् विशिष्टम् अस्मिन् सूत्रे अस्ति चेत् अग्रे वदामि इदानीं मास्तु गिरिजाभगिनी अवगतं वा सूत्रम् आम् आम् अवगतं भगिनि धन्यवादः क्षम्तां वदामि वा नौलि अत्र अनुनासिक न अस्ति न सूत्रे सूत्रे वु उकारः अनुनासिक अस्ति तस्य अक् भवति अक् भवति किन्तु नौलि अनुनासिक उत्तर अस्ति लकार न अत्र नवुलि अत्र अनुनासिक चिह्नं न दत्तं महोदय अनुनासिक चिह्नं न दत्तं सो तत्र अनुनासिक यः अनुनासिकत्वं यः अस्ति तस्य प्रयोजनं किं तद् द्रष्टव्यं तदा एव मया उक्तं तत्र अनुनासिक यः अस्ति तत् तस्य सि नवुलि अनुनासिक किमर्थं न दत्तम् अत्रापि यदि अनुनासिक दत्तम् अस्ति चेत् प्रायशः वयं किं कुर्मः उकारस्य अपि संज्ञा वयं कुर्मः अतः प्रायशः न दत्तं किमर्थं चेत् तत्र उकारस्य इत्संज्ञा न भवति सूत्रे अत्र सूत्रव्याख्यायां तत्र यू अपि च उम् तत् मया कुत्रचित् अन्यत्र अपि पठितं सो तत्र अनुनासिक यः अस्ति तत्र तस्य इत्संज्ञा न करणीयं मा भवेत् अन्यथा वयम् अत्र यदि अनुनासिकचिह्नं दत्तं प्रायशः वयं किं कुर्मः न केवलं नकारस्य इति कुर्मः लकारस्य इति कुर्मः मे बि वि विल् डू द उकारस्य अपि इति परन्तु तत् न इष्टं न महोदय तत् न इष्टं तत्र केवलं वकारः एव अवशिष्यते तथा मा भवेत् अतः अनुनासिकचिह्नं न दत्तं प्रायशः अत्र प्रत्यादेशः भवति वू स्थाने अत्र अक आदेशः भवति अतः अनुनासिकत्वम् इति न दत्तं किमर्थं चेत् तस्य अन्यथा तत्र उपदेशे अजनुनासिक इति सूत्रेण तस्य इत्संज्ञा भवितुं शक्नोति तथा मा भवेत् तत् न इष्टम् अतः तत् अत्र न दत्तं परन्तु युवर्नाको इति सूत्रे यः यु अपि च वु दत्तं तत्र अनुनासिकत्वं दत्तम्, अतः तस्य विषये किं चिन्तनं तद्दृष्ट्वा वदामि महोदय. किन्तु भगिनी पूर्वे वदति नौली लकारस्य हलन्त्यम् इत् भवति, लकारस्य हलन्त्यम् इति भवति. किन्तु नवली लकार अन्ते नास्ति, इकारः ऐ काण्ट् हियर् बोत् आफ् यू. नवली न लटि, लट् इति प्रत्ययः, ट् इति प्रत्ययः, तत्र लटि इति वदनेन तत्र इति तत्र यः लिखितम् इन् लटि नटति, इन् लटि द नट् बिकम्स् नटति, इन् नवुलि इट् बिकम्स् इन् द नवुल् इट् बिकम्स् नाटकः. दिस् इस् सप्तम्यन्तम्. अत्र मम प्रश्नः तत् न अस्ति, मम प्रश्नः अस्ति नवुलि लकारस्य हलन्त्यम् इत्यनेन इत् भवति वा? आम्, लकारस्य केन सूत्रेण इति संज्ञा महोदय? किन्तु प्रत्ययः अस्ति नवुल्. आम् अस्तु अस्तु, किन्तु न किन्तु लकारः अन्ते न अस्ति, इकारः अन्ते अस्ति, नवुलि इकारः. सप्तमी अन्तं पदः महोदय, नवुलि ओके ओके अस्तु, नवल् प्रत्ययः प्रातिपदिकं अस्तु अस्तु अस्तु अस्तु, धन्यवादः. धन्यवादः धन्यवादः. लट् इति प्रत्ययः, लटि इस् सप्तमी अन्तं, निश्चित सप्तमी अन्तं पदः. अस्तु अस्तु, अवगन्तम्. अस्तु, सो तत्र वू स्थाने अक भवति आदेशः, अपि च यू स्थाने अन् इति आदेशः भवति. यथा ल्युटि प्रत्यये लकारस्य इत्संज्ञा अस्ति, टकारस्य इत्संज्ञा अस्ति, यू स्थाने तत्र अन् आदेशः भवति. सो अतः नटनम् अत्र केवलं वर्णमेलनम् अस्ति. नट नटन इति प्रातिपदिकं नपुंसकलिङ्गे नटनं भवति. अत्र भेदः किमर्थं चेत् नटदातौ कोऽपि गुणप्रसङ्गः नास्ति. अस्तु, अग्रे पठामः. एतत् सूत्रस्य किं प्रयोजनं तस्य विषये अपि दत्तम्. अस्तु, अग्रे कः पठति? अनुसूया भगिनी पठति वा? आम् महोदय, न दृश्यते इदानीं. अस्य महत्त्वं किम् इति चेत् कार्यं कुत्रचित् अस्मिन् अवलम्ब्यते. यथा नत्वविषये उपसर्गादसमासेऽपि नोपदेशस्य अष्टमाध्याये चतुर्थपादे चतुर्दश सूत्रस्य सूत्रेण उपसर्गस्तात् निमित्तात् परस्य नोपदेशस्य धातोः नस्य णः स्यात् समासे असमासे अपि. आधिक्येन नकारादिधातवः यथा नी नम् नश् नी नयति भवति, नम् नमति भवति, नश् नश्यति भवति. एते धातवः वस्तुतः उपदेशे नकारादया सन्ति. तदा नो नः सप्तम षष्टम अध्याये प्रथमपादे चतुर्षष्ट सूत्रेण लोके नकारादयः भवन्ति. यत्र एते धातवः उपसर्गपूर्वाः भवन्ति, अपि च उपसर्गे नत्वस्य निमित्तं वर्तते. यथा परिणी तत्र यतोहि उपसर्ग पृथक् पदम् अस्ति. अतः रसाभ्यां नो नः समानपदे सप्तमाध्याये अष्टमाध्याये चतुर्थपादे प्रथमसूत्रेण नत्वविधायकसूत्रेण नत्वं न स्यात्, किन्तु उपसर्गसमासेऽपि नोपदेशस्य सप्तमाध्याये चतुर्थपादे चतुर्दशसूत्रेण यत्र नोपदेशधातु उपसर्गपूर्वकः अस्ति अपि च उपसर्गेण नत्वस्य निमित्तम् अस्ति, तत्र नत्वस्य निमित्तं समानपदे नास्ति चेदपि नत्वं भवति, यथा समासे प्रा अधिकं नीयते। उपसर्गस्य निमित्तात् परस्य नोपदेशस्य धातुवनस्य स्नः स्यात् समासे असमासे इति समासे असमासे अपि आदौ नत्वमस्ति चेत् नो नः इति सूत्रेण तत्र न भवति, दन्तनकार आयाति चेत् अपि यदा वयम् उपसर्गयोजनीयं तदा णत्वं भवति इति यः सूत्रः सूत्रस्य अभिप्रायः। शुद्धं वा महोदय? अत्र पठतु, उपसर्गात् असमासे अपि नोपदेशस्य रषाभ्यां नः नः अट् कुप्वाङ् नुं व्ययाये अपि संहितायां, सम्पूर्णसूत्रार्थः। अत्र केवलम् उपसर्गात् असमासे अपि नोपदेशस्य उपदेशे उपसर्गे रकारः अस्ति चेत् एव न भवति, नास्ति चेत् न भवति खलु, तदा अर्थं दीयते। किमर्थं केवलं रकारः अपि च षकारः प्रायशः तत्र कोऽपि उपसर्गः तादृशः नास्ति, अतः रकारः एव स्वीकुर्वन्ति। प्रथमतः न अस्ति चेत् तदनन्तरम् उपसर्गस्य रकारषकारेण एव न भवति खलु, तस्य अभिप्रायात् तदेव। एकनिमिषः इफ् द प्रत्यय इस् धातु इस् न एण्ड् नो नः इति सूत्रेण न भवति, तदा यदा उपसर्ग योजनेन सम् उपसर्ग अस्ति चेत् न भवति खलु, सत्यम्। इट् डजन्ट् गो बेक् टु न, सो वेर् डस् इट् गो बेक् टु न? ओन्ली रशोभ्याम् इति सूत्रेण एव नकारः भवति। समटैम्स् दट् उपदेशे निमित्त अपि अवायवेन अष्टमध्याये चतुर्थपादे डजन्ट् अप्लै हियर्, निमित्तभावस्य निमित्तं संथिङ्ग् इस् देयर् नो अष्टमध्याये चतुर्थपादे प्रथमसूत्र चतुर्थपादे प्रथमसूत्र आरभ्य तत्र समानपदे दट् ऐ अण्डर्स्टुण्ड् बट् वाट् ऐ एम् सेयिङ्ग् निमित्तपाये नैमित्यमपि अपाय भवति इति सूत्र अत्र न विधीयते खलु, तस्य कार्यमात्र नास्ति न भगिनि, तस्य कार्यम् अत्र नास्ति। शृणोतु भगिनि, रषाभ्यां नो नः समानपदे इति सूत्रे ओरिजिनलि नी ओन्लि न, नो नः इति सूत्रेण एव नी भवति खलु, प्रनि प्लुट् इति सूत्रेण प्रणयनं भवति, प्रणयनं भवति किमर्थं रषोभ्याम् इति सूत्रेण खलु, दशाभ्यानोनः इति सूत्रेण एव भवति, न भवति तेन सूत्रेण न भवति, तदेव लिखितं न भवति, इट् गोस् बेक् टु इट् इस् ओरिजिनल् बट् केन सूत्रेण, दशाभ्यां नोनः इति सूत्रेण एव भवति खलु, दट् इस् वाट् ऐ सेड्, उपसर्गात् समासेपि नोपदेशः न तेन सूत्रेण न भवति, केन सूत्रेण भवति, बिकास् इट् वास् ओरिजिनलि न, सूत्रस्य कः अर्थः इति वदामः चेत् सूत्रस्य अर्थः कः, उपसर्गात् इति कीदृशपदमस्ति भगिनि, उपसर्ग उत्सर्गात् असमासे समासे असमासे समासे उपसर्गस्य देट् मीन्स् फार् एक्साम्पल् ओन्लि ऐ एम् सेङ्ग् देट् वर्ड् मे नाट् एक्सिस्ट् इफ् ऐ पुट् सम प्लस् नी and then it will become samani only, right? Satyam. Idanam shrunatu bhagi. That's what I wanted to understand. Anuvritti sahit sutra means upsargat asamase api no upadeshasya rashabhyam naha naha atkupvang numvyayaye api samhitayam. This is the sampurna. एकमेकं पदस्य तत्र अनुवृत्तिः पश्यामः. उपसर्गात् इज रामात् पञ्चमी अन्तर्पदः इत्युक्ते उपसर्ग अनन्तरम् उपसर्ग अनन्तरं पञ्चमी अस्ति तस्य अनन्तरम् उपसर्गात् इति पञ्चमी अस्ति अतः उपसर्गस्य अनन्तरम् उपसर्गः इति संज्ञा कस्य इति प्रश्नः व्याकरणे उपसर्गः इति संज्ञा कस्य इति तत्र प्रश्नः तत्र प्रादिगणः अस्ति सो प्रादिगणे तत्र प्रादिगणे तत्र किमस्ति द्वादश तत्र वर्णसमूहात् यथा प्र परा परि अप् एते सर्वे तेषाम् उपसर्ग इति संज्ञा अस्ति अपि च तत्र एकं सूत्रमस्ति उपसर्गाः क्रियायोगे इति तत्र द्वितीयं सूत्रमस्ति सो ये उपसर्गाः सन्ति तेषां योगः कुत्र क्रियायोगे इत्युक्ते केवलं धातुः योगे एव ते धातुः प्राक् एव तेषां योगः भवति सो प्रथमे उपसर्गः के प्रपरा अप् सम् आङ् एते सर्वे उपसर्गाः दुर् दुस् निर् निर् निस् एते सर्वे उपसर्गसंज्ञकाः शब्दसमूहाः सो तेषाम् अनन्तरं पञ्चमी अस्ति उपसर्गात् सो उपसर्गस्य अनन्तरं यत् किमपि उपसर्ग अनन्तरम् असमासे अपि तस्य कः अर्थः इत्युक्ते समासे अपि असमासे अपि अत्र साक्षात् असमासे इति पदं दत्तम् असमासे लिखितम् असमासे अनन्तरम् अपि अपि अस्ति अपि इति अव्यपदम् अस्ति सि दिस् इस् अ दीर्घसूत्रात् अत्र प्रत्येकस्य पदस्य किं महर्षि तु लाघवम् इच्छति सूत्रं लघु भवेत् अपि च ग्रन्थं लघु भवेत् सो महर्षि लाघवम् इच्छति परन्तु अत्र सि अत्र अपि इति पदस्य महत्वम् अस्ति असमासे अपि किम् उपसर्गस्य अनन्तरम् असमासे अपि किं नोपदेशस्य इदानीं नोपदेशस्य इत्युक्ते किं नोपदेश नोपदेशस्य इति षष्ट्यान्तम् अस्ति नोपदेशस्य इत्युक्ते तत्र नोपदेशस्य इत्यनेन धातुः इति निर्देशः अस्ति नोपदेशधातुः यस्य तादृशधातुः यस्य आदिवर्णः मूर्धन्यनकारः तस्य किं भवति तस्य नत्वं भवति दन्त्यन इति आदेशः भवति यथा तत्र शोपदेशदातवः तथैव नोपदेशदातवः अपि सन्ति नोपदेशस्य इति इत्युक्ते मूर्धन्यनकारः खलु नोपदेशस्य अनेन किं सङ्केतः धातुविषये एव नोपदेश ये ये धातवः येषाम् आदिं वर्णः मूर्धन्यनकारः तेषां विषये एव अस्मिन् सूत्रे निर्देशः अस्ति तादृशधातुवस्य स्थाने एव स्थानिवर्णः षष्ठी अस्ति नोपदेशस्य इति स्थानि षष्ठ्यन्तम् अस्ति तादृशधातुः स्थाने किं रसाभ्याम् इति किम् अस्ति भगिनि रसाभ्याम् इति पञ्चमीदिवचनात् पदम् अस्ति सो रसाभ्याम् तत्र पञ्चमी अस्ति रेफ् शकाराभ्यां दन्त्यनकारस्य पुनः मूर्धन्यनकार आदेशः भवति अपि च अट् कुफ्वाङ् नु व्ययये अपि, इत्युक्ते रेफः दन्त्यनकारस्य मध्ये तादृशव्यवधानं, तादृशव्यवधाने अपि किं नत्वं भवति, मूर्धन्यनकारः इति आदेशः भवति। परन्तु इदानीम् अस्मिन् सूत्रे रेफशकारः कुत्र वर्तते? उपसर्गात्, उपसर्गे निमित्तम् अस्ति। निमित्तं किं? रेफः अथवा शकारः, उपसर्गे रेफः अपि च शकारः अस्ति चेत् तस्य अनन्तरं नोपदेशधातुः अस्ति। नोपदेशधातुः यः दन्त्यनकारः तस्य पुनः मूर्धन्यनकार इति आदेशः भवति। केन सूत्रेण? अनेन सूत्रेण, उपसर्गात् असमासे अपि नो उपदेशस्य नः नः नः नः। सो निमित्तं समानं रेफशकाराभ्याम् एव। सो कीदृश उपसर्गात्? रेफशकाराभ्यां, यस्मिन् उपसर्गे निमित्तम् अस्ति, इत्युक्ते यथा भवती उक्तवती सम, सम् इति उपसर्गः अस्ति, उपसर्गसंज्ञा अस्ति, परन्तु तस्मिन् रेफः नास्ति, शकारः नास्ति। सो तत्र संयोग कोऽपि नोपदेशदातु कुर्मः चेत् यथा नी इति धातुः, तत्र एतत् सूत्रस्य प्रसक्तिः एव नास्ति। किमर्थं चेत् उपसर्गात् रसाभ्यां नास्ति, उपसर्गे रेफः शकारः नास्ति। सो तादृश उपसर्गात् यस्मिन् निमित्तम् अस्ति, कीदृशनिमित्तं? रेफः अथवा शकारः। किमर्थं चेत् अत्र पूर्वसूत्रात् सम्पूर्णसूत्रस्य अनुवृत्तिः रसाभ्यां। सो तादृश उपसर्गे यस्मिन् नत्वकार्यस्य निमित्तम् अस्ति, नत्वकार्यस्य निमित्तं किं? रेफः अथवा शकारः। तादृश उपसर्गस्य अनन्तरं कोऽपि नोपदेशधातुः अस्ति चेत् तस्य यः दन्त्यन अस्ति, नोपदेशधातुः यः प्रथमसोपाने एव वयं मूर्धन्यनकारस्य न आदेशः कृतवन्तः, तस्य पुनः अनेन सूत्रेण मूर्धन्यनकारः इति आदेशः भवति। किमर्थं चेत् यद्यपि निमित्तं भिन्नपदे अस्ति, समानपदे नास्ति, निमित्तम् अस्ति उपसर्गे, उपसर्गे निमित्तम् अस्ति, अनन्तरं नोपदेशधातुः, तस्मिन् दन्त्यनकारः अस्ति। इदानीं तत्र समानपदं नास्ति, प्र इति यः अस्ति तस्य पदसंज्ञा अस्ति, प्रातिपदिकसंज्ञा अस्ति, अव्ययसंज्ञा अस्ति, पदसंज्ञा अपि अस्ति व्याकरणशास्त्रे। सो प्रत्येकस्य उपसर्गस्य अव्ययसंज्ञा अस्ति, ये येषां येषां शब्दसमूहानां व्याकरण ने अव्य इति संज्ञा, तेषां पदसंज्ञा अपि अस्ति। तत्र सुबन्तपदमेव अस्ति, प्र इति सुबन्तपदमेव अस्ति, तेषां सुप् प्रत्ययानां तत्र अव्ययविषये तत्र तेषां लोपः भवति, अतः तत्र कोऽपि परिवर्तनं न दृश्यते, सदा प्र प्र प्र एव दृश्यते। परन्तु प्र यः अस्ति तस्य उपसर्गसंज्ञा निपातः अस्ति, प्राधिगणे अस्ति, एतत् वर्णसमूहः उपसर्गसंज्ञा अस्ति, तस्य प्रातिपदिकमपि संज्ञा, अव्ययसंज्ञा अपि च पदसंज्ञा। सो प्र इति भिन्नपदं, नधति इति भिन्नपदं, तिङन्तपदम् अस्ति, तिङन्तरूपम् अस्ति। अत्र रसाभ्यां नूनः समानपदे इति सूत्रं कार्यं न कर्तुं शक्यते, यद्यपि र अपि च अट्कुप्वाङ्ग् अपि कार्यं न कर्तुं शक्यते। किमर्थं चेत् तत्र समानपदे अस्ति, समानपदे इति दत्तं सूत्रे, साक्षात् दत्तं रसाभ्यां नूनः समानपदे अट्कुप्वाङ्ग् नुं व्यये अपि नूनः समानपदे। सो समानपदे इत्युक्ते तस्य कः अर्थः इत्युक्ते अखण्डपदे, यः एकम् एव पदम् अस्ति, परन्तु यः प्रणयं यः अस्ति सः समानपदं नास्ति। अत्र पदद्वयं, प्र इति एकं पदं, नयनम् इति अन्यत् पदं, ल्युट् ल्युट् इति योजनेन तत्र तत्र नयन इति प्रातिपदिकं भवति, अनन्तरं सुप् प्रत्ययस्य योजनेन नयनम् इति सुबन्तपदं भवति, प्र अपि सुबन्तपदं, नयनम् अपि सुबन्तपदं। सो सुबन्त पदयोः यदा समाहारः भवति तस्य नाम अस्ति समासः। समासः केषां पदानां, कीदृशपदानां? यः सुबन्तपदानाम् एव समासः, तिङन्तपदानां समासः नास्ति, विरलतया अस्ति। परन्तु प्रायशः सुबन्तपदानाम् एव समासः भवति। सूत्रे असमासः इति पदं दत्तम्, उपसर्गात् असमासे अपि, इत्युक्ते समासे तु भवति, असमासे अपि भवति। असमासे इत्युक्ते यत्र तिङन्तरूपम् अस्ति, तिङन्तक्रियापदम् अस्ति, तत्रापि कुत्रचित् भवति यदा तत्र उपसर्गे निमित्तम् अस्ति, उपसर्गे निमित्तम् अस्ति, तस्य अनन्तरं कोऽपि तिङन्तपदम् अस्ति, यस्य समासः न भवितुं शक्यते, तत्रापि नोपदेशस्य नोपदेशस्य धातोः षष्ठ्यन्तं, कीदृशधातोः? नोपदेशस्य धातोः, यः नोपदेशधातुः अस्ति तस्य किं? तस्य दन्त्यनकारस्य मूर्धन्यनकारः इति आदेशः भवति इति सूत्रं वदति। सो यः अत्र प्रयोगनयनम् अस्ति, उपसर्गे रेफः अस्ति, रेफस्य अनन्तरम् अकारः अपि अस्ति, अतः अट् अङ् नुं व्यये व्यवधाने अपि नत्वं भवति, पुनः नत्वं भवति। नी इज नोपदेशधातुः, अतः अत्र भवति। यदि प्रयोग कोऽपि नोपदेशधातुः नास्ति, यस्य मूले एव नकारः, तस्य तत्र न भवति। अत्र कुत्र अस्ति? अत्र उदाहरणमपि दत्तं करादिह, यथा तत्र नर्द इति धातुः, नर्ध इति धातुः उपदेश अवस्थायाम् एव दन्त्यनकारः। सो यदा वयं प्रयोग नर्द कुर्मः, यद्यपि उपसर्गे रेफः अस्ति, तथापि नर्द इति नोपदेशः नास्ति, नोपदेशधातुः नास्ति। अतः सूत्रे किं प्रत्येकस्य पदस्य तत्र महत्त्वम् अस्ति, केवलं नोपदेशस्य एव अनेन सूत्रेण उपसर्गात् स्थितात् रेफ् शकारस्य अनन्तरम् अट् कुप्वाङ्ग् इति व्यवधाने अपि समासे असमासे अपि तादृशधातुस्य पुनः मूर्धन्यनकारः इति आदेशः भवति। देट् इस् द प्रयोजनं फार् नोनः। किमर्थम् एतत् कार्यं करणीयं? तस्य कृते कोऽपि प्रयोजनम् अस्ति वा? अस्ति। मूले एव महर्षिणा किमर्थं तत्र दन्त्यनः किं अर्थं न दत्तं? किमर्थं केषाञ्चित् धातुविषये मूर्धन्यनकारः आदौ दत्तम्? तस्य विषये किं प्रयोजनम् अस्ति? अस्मिन् सूत्रे तत् प्रयोजनं दृश्यते, उपसर्गात् असमासे अपि नोपदेशस्य। सो समासः सुबन्तानाम् एव समासः भवति, नामपदानाम् एव समासः व्याकरणशास्त्रे, तिङन्तानां तु समासः विरलतया भवति। सो तत्र न केवलं समासे एतः दृश्यः, उपसर्गे स्थितस्य निमित्तस्य कारणेन दन्त्यनकारस्य मूर्धन्यनकारः आदेशः भवति, परन्तु असमासे अपि। असमासे इत्युक्ते यः नदति इति यः अस्ति क्रियापदमस्ति, नदति इति क्रियापदम्। सो नद् धातुतः नदति इति क्रियापदमस्ति, अत्र अ इति शप् प्रत्ययस्य आकारः, नदति इति तिङन्त अस्ति, सुबन्तं नास्ति, प्र इति सुबन्तम् अस्ति। सो उपसर्गाः क्रियायोगे इति सूत्रेण तत्र यः क्रियापदम् अस्ति तस्य प्राक् एव उपसर्गं योजयितुं शक्नुमः। अतः अत्र प्रणदति यः अस्ति सः सामासिक पदः नास्ति, अतः असमासे अपि तत् कार्यं भवति, अनेन सूत्रेण कार्यं भवति, न केवलं समासे भवति, असमासे अपि भवति, यत्र क्रियापदम् अस्ति अपि च उपसर्गः अस्ति, उपसर्गे निमित्तं भवेत् रकारः अथवा शकारः भवेत् द्वितीयपदे, अत्र पदद्वयम्, अत्रापि पदद्वयम्, एकं क्रियापदमस्ति एकम् अव्यपदमस्ति, उपसर्गः अस्ति, अतः अत्र रषाभ्यां नूनः अपि च अट् कुप्वाङ्ग् इति सूत्रं कार्यं न कर्तुं शक्यते, तत्र साक्षात् पाणिनिमहर्षिः वदति समानपदे, सो समानपदमस्ति चेदेव सूत्रं कार्यं कर्तुं शक्यते, परन्तु यः असमानपदे, यः भिन्नभिन्नपदे, तत्रापि कार्यं दृश्यते, तस्य कृते कारणं किं? कारणमस्ति उपसर्गात् असमासे अपि नोपदेशस्य, सो केवलं नो उपदेशस्य धातवस्य विषये, धातोः विषये एव पुनः णत्वा मूर्धन्यनकारः आदेशः भवति, यदि तस्य पूर्वे कोऽपि उपसर्गः अस्ति तस्मिन् उपसर्गे रेफः अथवा शकारः अस्ति, निमित्तम् अस्ति, निमित्तम् अस्ति रषाभ्याम् एव निमित्तं, परन्तु अत्र समासे असमासे इति कथनेन तत्र अखण्डप भिन्नभिन्नपदे, समानपदे इत्युक्ते सखण्डपदं, यस्य खण्डं न भवितुं शक्नोति तादृशपदस्य विषये रषाभ्याम् इति सूत्रं कार्यं कर्तुं शक्यते, अपि च अट् कुप्वाङ्ग्, सो रषाभ्यां पञ्चमी अन्तम् अस्ति, साक्षात् तस्य अनन्तरम् अनेन सूत्रेण कार्यं भवति, परन्तु यत्र यत्र रेफः शकारस्य अनन्तरं कोऽपि अच् वर्णः अस्ति तस्य अनन्तरं दन्त्य न अस्ति तत्रापि कार्यं भवति, परन्तु अनेन सूत्रेण न, तत्र सूत्रमस्ति अट् कुप्वाङ्गं व्यये अपि, तादृशव्यवधाने अपि रषाभ्यां नूनः भवति, परन्तु तत्र समानपदं भवेत्, तत्र तु पदद्वयम् अस्ति, समानपदं नास्ति, अतः भिन्नसूत्रम् अपेक्षितम्, अनेन सूत्रेण कार्यं न भवितुं शक्नोति, समानपदे लिखितम् अस्ति, अतः भिन्नसूत्रम् अपेक्षितम्, अतः महर्षिणा भिन्नसूत्रम् उक्तम् उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रस्य अर्थः, अपि च एतत् सूत्रस्य नोणः इति यः कार्यम् अस्ति, विधिः अस्ति, तस्य प्रयोजनम् अस्मिन् सूत्रे दृश्यते इति तस्य अर्थः, कोऽपि प्रश्नः वा, सर्वैः अवगतं वा? गिरिजा भगिनी अत्र उदाहरणविषये पठतु भगिनि, प्रश्नमस्ति वा? मञ्जरी भगिनी कोऽपि प्रश्नः अस्ति वा? अस्तु अस्तु भगिनि, गिरिजा भगिनी उदाहरणं पठतु, गिरिजा भगिनी. यथा समासे प्र अस्ति वा? पठतु भगिनी, कस्य यथा समासे श्रूयते वदतु. प्रयोग नियोग ल्युट् प्र प्लस् नयनं प्रणयनम् परि प्लस् नाम भगिनि नियोग ल्युट् करोतु, तत्र प्रायन् नयनम् इति कथं भवति? नयनम् इत्युक्ते तस्मिन् नयनम् इति रूपं कथं निष्पद्यते तस्य विषये वदतु. नियोग लुट् करोतु भगिनि. नियोग ल्युट् हलन्त्यम् इत्यनेन टकारस्य लोपः भवति, इत्संज्ञा भवति, तदनन्तरं तस्य लोपः इत्यनेन तस्य लोपः भवति, लशक्वति इत्युक्ते तत्नेन कारणेन लकारस्य अपि लोपः भवति, यु एव अवशिष्यते. नियोग यु अवशिष्यते, तदनन्तरं युवो युवोर् नाकौ इत्यनेन यु स्थाने अन् आदेशः भवति, अपि अस्ति नी प्लस् अना, सो नी प्लस् अना, तदनन्तरं नी ईकारस्य गुणः उपधायां दीर्घ इकारः अस्ति तत् कारणेन उपधायाम् अस्ति वा उपधायां धातुः एव अन्ते अस्ति अन्ते अस्ति यथा भू अन्ते अस्ति नि अपि इकारः अन्ते अस्ति अन्ते अस्ति तत्कारणेन अच् न गुणः कथं केन सूत्रेण अत्र गुणकार्यम् उगन्तलघुपदस्य सूत्रं किम् अस्ति अत्र उपधा नास्ति न भगिनि अन्ते अस्ति नि इति नकारः दीर्घीकारः सूत्रम् एचोयवायावः इत्यनेन गुणकार्यस्य विषये सूत्रद्वयमेव एकमस्ति पुगन्तलघुपदस्य च अत्र तु लघुपदाङ्गं नास्ति न अत्र इगन्ताङ्गम् दीर्घ ईकारः अस्ति इगन्तधातुः अस्ति इगन्तधातूनां गुणः केन सूत्रेण भवति सार्वधातुकार्धधातुकयोः सि ल्युट् इति प्रत्ययः कित् नास्ति जित् नास्ति लित् अपि नास्ति तत्कारणेन नि ने भवति ने प्लस् ल्युट् भवति ने तदनन्तरं एचोयवायवः तत् सूत्रेण अयः आदेशः भवति सत्यं वा भगिनि आं ने योग सि एचोयवायावः इति सूत्रस्य कः अर्थः भगिनि एचोयवायवः ए ऐ ओ स्थाने ऐ ऐ औ औ आगच्छति एच् प्रत्याहारस्य कोऽपि वर्णः अस्ति चेत् एच् प्रत्याहारे ए ओ ऐ औ तत्र अचि इति पदस्य अनुवृत्तिः अस्ति तत्र अचि पदस्य अनुवृत्तिः अस्ति अचि सप्तमी अन्तम् अस्ति सो एचः परे अचि अस्ति चेत् न एचः परे अचि अस्ति चेत् तस्य एचस्य स्थाने तत्र किम् अय् ऐ ऐ औ स्थाने आव् आगच्छति आव् व अन्ते अस्ति य अन्ते अस्ति व अन्ते अस्ति य अन्ते अस्ति ए स्थाने ऐ ऐ स्थाने आय् ओ स्थाने औ औ स्थाने आव् ओष्ठवर्णः सो अत्र केन सूत्रेण वयं जानीमः सि अत्र एचः षष्ठ्यन्तम् अस्ति अचि सप्तमी अन्तम् अस्ति अय ऐ अय अव आय आव प्रथम बहुवचनम् अस्ति सो कथं जानीमः ए स्थाने ऐ न तु ए स्थाने औ ओ स्थाने एव अव ओ स्थाने आय् न अस्ति सो कथं जानीमः तत्र किं सूत्रम् तदपि तत्र सर्वदा स्मर्तव्यम् सि सूत्रे अस्ति एचः स्थाने अचि परे ऐ ऐ ऐ अव आय आव इति आदेशः सो कथं जानीमः कस्य स्थाने कः आदेशः तस्य तस्य विषये परिभाषासूत्रं किम् संख्याशास्त्रम् आगच्छति समानपदे यथा संख्यमनुदेशः समानाम् इति अत्र स्थाने अन्तर्तमः अत्र स्थाने अन्तर्तमः इति सूत्रं कार्यं न कर्तुं शक्यते इत्युक्ते अत्र अकारः अपि अस्ति यकारः अपि अस्ति वर्णद्वयं सो अत्र यथा संख्यम् अनुदेशः समानाम् इति सूत्रम् अस्ति परिभाषासूत्रं यथा संख्यं येन क्रमेण स्थानि वर्णः दत्तम् एच् प्रत्याहारे कः क्रमः ए ओ ऐ औ एत क्रमः एतादृशः एतेन क्रमेण एच् प्रत्याहारे वर्णाः आदेशः केन क्रमेण? यथासङ्ख्यम् अनुदेशः तादृश एव आदेशः भवति. सूत्रे अय अव आय आव अस्मिन् क्रमे एव आदेशः दत्तं. तत्र क्रमः आवश्यकम्. अत्र यथासङ्ख्यम् अनुदेशः समाना आम् इति सूत्रे क्रम आवश्यकमस्ति. क्रमः यस्मिन् क्रमे महर्षिणा आदेशम् उक्तं तस्मिन् क्रमे एव आदेशः भवति. सो प्रथमे ऐ आदेशः, सो प्रथमवर्णः एकारः, एच् प्रत्याहारे प्रथमवर्णः एकारः, सो एकारस्य स्थाने ऐ आदेशः. यथासङ्ख्यम् अनुदेश तेन क्रमेण एव. द्वितीयः क्रमः अस्ति ओकारस्य आदेशे अव् इति आदेशः अव्. सो सूत्रमस्ति यथासङ्ख्यम् अनुदेशः समानाम्. अत्र आदेशः क्रमः समानम् अस्ति, अपि च स्थानीक्रमः अपि समानम् अस्ति. तत्र स्थाने अन्तरतमः इति सूत्रेण कार्यं न करणीयम्. अत्र यथासङ्ख्यम् अनुदेशः समानाम् इति सूत्रेण कार्यं भवति. अतः ने स्थाने यः एच् प्रत्याहारस्य एकारस्य तस्य परे अच् वर्णः अस्ति, अकारः अस्ति, अतः एचो यवायावः इति सूत्रस्य प्रसक्तिः अस्ति. वदतु इदानीं ए स्थाने तत्र कः आदेशः? ए स्थाने ऐ आदेशः भवति. अच् अच् वर्णः परे अस्ति. अच् वर्णः परे सुन्ना प्लस् योग योग ए स्थाने ऐ आगच्छति. अनन्तरम् अय प्रत्यस्य अय सो नय नयय इति आगच्छति. नयय वर्णमेलानन्तरं नयय इति आगच्छति भवति. अय अस्ति वा अन अस्ति? अन यु स्थाने अन आदेश नयन इति प्रातिपदिकं. नयन इति प्रातिपदिकं. सो नयनं नपुंसकलिङ्गे नयनं इति भवति. सो यदा योग इदानीं प्रयोग नयनम् अस्ति. प्र इति एकं पदं, भिन्नपदं, समानपदं. प्र एकं पदं, नयनम् इदानीं पदसंज्ञा अस्ति. नयनम् इति शब्दसमूहस्य इदानीं सुप् तिङन्तं पदम् इति सूत्रेण अस्य पदसंज्ञा अस्ति नयनं. सो भिन्नपदम् अस्ति. सो अत्र अट् कुप् वाङ् नुम् जयाये अपि समानपदे इति सूत्रं कार्यं न कर्तुं शक्यते. तत्र महर्षि साक्षात् दत्तं समानपदे. अत्र समानपदं नास्ति, निमित्तं तु पूर्वपदे अस्ति. प्र रकारः पूर् किमर्थं चेत् सि रसाभ्याम् इति पञ्चमी अन्तम् अस्ति. रेफस्य उत्तरस्य नकारस्य एव दन्त्यनकार आदेशः भवति. कुत्रचित् अग्रे रेफः अस्ति तत्र सूत्रं कार्यं न कर्तुं शक्यते. सो पञ्च अत्र रेफः तु पूर्वपदे अस्ति, समानपदे नास्ति. अतः अत्र भिन्नसूत्रम् अपेक्षितम्. अत्र तेन तयोः अटकुप् वाङ्नुं व्याये अपि सूत्रमपि कार्यं न कर्तुं शक्यते. अत्र अकारः अस्ति, प योगर योग अ. सो साक्षात् रेफस्य अनन्तरं नकारः नास्ति, मध्ये अकारः अपि अस्ति, प्र अस्ति, अकारः अस्ति. अतः अटकुप् वाङ्नुं व्याये इति तत्र तस्य सूत्रस्यापि अनुवृत्तिः अस्मिन् सूत्रे. सो उपदेशात् उपसर्गात् नोपदेशस्य नः नः रसाभ्याम् अपि च अट्कूप् वाङ् नुं व्यय अपि तत्र भवति अनेन सूत्रेण. सो इदानीं रेफः भिन्नपदे अस्ति, उपसर्गे अस्ति, नकारः भिन्नपदे अस्ति. अतः अत्र किं भवति, उपसर्गात् इति सूत्रेण तत्र पुनः दन्त मूर्धन्यनकारादेशः भवति. अतः प्राणायाम भवति. सो अत्र भिन्नसूत्रम् अपेक्षितं. सो केवलं सि नोपदेशधातु अस्ति चेदेव भवितुं शक्नोति. नोपदेशधातु नास्ति चेत् यद्यपि तत्र पूर्वपदे रेफः अस्ति तथापि तत्र न भवति सो अत्र तु भवति अत्र भवति अत्र मूर्धन्यनकारः इति भव किमर्थं चेत् नि इति यः धातुः अस्ति नीन् प्रापणे अस्ति ओ सि द मूलरूपम् इस् नीन् प्रापणे सो नीन् प्रापणे इति सू इति औपदेशिकधातुः सो नो नः इत्यनेन तत्र ञकारस्य इत्संज्ञा हलन्त्यं सूत्रेण भवति णि एव अवशिष्यते अनन्तरं नो नः इति सूत्रेण तत्र णी भवति परन्तु मूले तु नोपदेशधातुः अस्ति अतः अत्र प्रणयं भवि प्रणयनं भवितुं शक्नोति सो केवलं नोपदेशस्य सूत्रे दत्तम् उपदेशा उपसर्गात् असमासे अपि नोपदेशस्य केवलं नोपदेशस्य नकारस्य तादृशनकारस्य एव पुनः मूर्धन्यनकारादेशः भवति सो दिस् इस् अन् उभयपदी धातुः णीन् प्रापणे इस् अन् उभयपदी धातुः तत् भिन्नविषयः तत् अग्रिमे करपत्रे पठामः सर्वैः अवगतं वा अवगतं महोदय आदयः द्वाविंशतिः खलु महोदय कृपया एक एक्स्प्लेनेशन् नोट् भेजेंगे तो अच्छा होगा ये थोड़ा कन्फ्यूजिंग है बेगिनी हाँ श्रुतम श्रुतम महोदय सम प्रॉब्लम है काइंडली सेंड अ नोट सो दैट कंप्यूटर आई कैन नॉट रीड दैट नमस्कार शेयर करपत्रम दृश्यते वा न दृश्यते इदानीं दृश्यते महोदय समयः अपि अभवत् सि तथैव नामः इति यः धातुः अस्ति परि परि इति उपसर्गः अस्ति तत्रापि रकारः अस्ति रकारस्य उत्तरवर्ती इकारः अस्ति परन्तु सिन्स् अस्मिन् सूत्रे अट्कुप्वाङ्नु व्यये अपि इति सूत्र इति पदस्यापि अनुवृत्तिः सो एतादृशः व्यवधाने कस्य कस्य मध्ये बाधा रेफः अपि च दन्त्यनकारस्य मध्ये एतादृशः बाधा अस्ति चेदपि नत्वकार्यं भवति अतः परियोग नामः इति अस्ति तत्र अपि परिणामः भवति मूर्धन्यनकारः इति आदेशः भवति तथैव वू परिणायकः वू स्थाने नायकः इति भवति इत्युक्ते तत्र ते तत्र अत्र मञ्जरी भगिनी अस्ति वा आं भगिनि नियोग नवुल् करोतु भगिनि किञ्चित् अन्तर्जालसमस्या अस्ति मम कृते खण्डितः भवति ओ अस्तु न श्रूयते वा चिन्ता मास्तु श्रूयते परन्तु मम कृते अहं प्रयत्नं करोमि नियोग नूल् अत्र नकारस्य तथा लकारस्य इत्संज्ञा भूत्वा तस्य लोपः भवति वू अवशिष्यते तत्र युवोर्नाको इति सूत्रेण अक उस्थाने अक आदेश सम्यक् अस्ति न अक आदेश अक इति आदेशः भवति नायक नायक नी अत्र इति धातुः अस्ति अत्र अत्र कीदृशकार्यम् आङ्ग्ले कीदृशकार्यं भवति अक भूस्थाने अक आदेशः भवति न अत्र नियोग नुवुल् अस्ति नुवुल् इति विशिष्ट आर्धधातुप्रत्ययः विशिष्ट आर्धधातु विशिष्ट आर्धधातुप्रत्ययः अतः केन सूत्रेण कार्यम् अत्र? अचोणिनिति. सत्यम्. अत्र अचोणिनि इति सूत्रेण तत्र केन किं कार्यं भवति? अचोणिनिति इत्यनेन किं कार्यम्? अच वर्णस्य स्थाने वृद्धिः भवति. दीर्घः. आम् वृद्धिः भवति. धातुगुणः वृद्धिः भवति. ईकारस्य वृद्धिः कः? के वर्ण के स्वराः वृद्धिसंज्ञकस्वराः? वृद्धिसंज्ञकस्वराः के भगिनि? ऐ ओ औ. एते त्रीणि स्वराः वृद्धिसंज्ञकाः. सो ई स्थाने अन्तरतमः इति सूत्रेण किं कः वर्णः आगन्तुं शक्यते? ऐ. अत्र वृद्धिः कारणीयं. किमर्थं? कारणं किम्? किमर्थम् ऐ एव आगन्तुं शक्यते? एते त्रिषु वर्णेषु केवलम् ऐकारः एव ई स्थाने आगन्तुं शक्यते. न अत्र यथासङ्ख्या नास्ति भगिनि. अत्र स्थाने अन्तरतमः. यस्य स्थाने आदेशः तस्य तुल्यतमवर्णः एव आदेशरूपेण आगन्तुं शक्यते. सो अत्र आकारः कण्ठवर्णः, एकार ऐकारः कण्ठतालु, औकारः कण्ठ ओष्ठ, ईकारः कीदृशवर्णः? ईचु यशानां तालु, तालुवर्णः. सो ऐकारः एव आगन्तुं शक्यते. किमर्थं चेत् कण्ठतालु अस्ति, उच्चारणस्थानं समानम् अस्ति, तालु अस्ति. अतः ई स्थाने वृद्धिसंज्ञकवर्णः केवलम् ऐकारः एव आगन्तुं शक्यते एतेषु त्रिषु. बिकास् ओन्लि थ्री आर् द आदेशः. वृद्धिः इत्युक्ते आकारः, ऐकारः, औकारः. अत्र न उक्तम् अचोणिनिति इति सूत्रे वृद्धि उक्तं. सो वृद्धि वयं जानीमः, प्रथमसूत्रम् अस्ति ग्रन्थस्य प्रथम वृद्धिरादेच् आत् एच् एव वृद्धिः. प्रथमसूत्रं ग्रन्थस्य वृद्धिरादेच् आत् इति कस्मिन् दीर्घ आकारः तपरकरणम् अस्ति. एच् प्रत्याहारे ऐच् प्रत्याहारे ऐकारः, औकारः. इदानीं वदतु, इदानीं किं कार्यम्? नायक भवति. अत्र एचो यवायावः ऐकारस्य आदेशः. सत्यम्. आय् आदेशः भवति. इदानीं केवलं वर्णमेलनं नायक इति भवति. सो सर्वदा तत्र गुणकार्यं वृद्धिकार्यम् एतस्य विषये सर्वदा चिन्तनीयं. विशिष्ट आर्धधातुप्रत्ययः अस्ति चेत् वृद्धिकार्यं करणीयम्. सामान्य अर्धधातुप्रत्ययः अस्ति चेत् गुणकार्यं करणीयं. यथा अत्र यदि ल्युट् योजयामः तत्र तु गुणकार्यमेव भवति. ल्युट् मध्ये ण्यत्र नास्ति, ण्यतपि नास्ति. अतः तत्र वृद्धिकार्यम् एव सम्भवति. वृद्धिकार्यं करणीयम्. अपि च कित् नित् गित् अस्ति चेत् गुण अपि च वृद्धिकार्यस्य कृते बाधा न करणीयम्. सो सर्वदा प्रत्ययः द्रष्टव्यं कीदृश. सो एतः एतानि उदाहरणानि तत्र गृहकारीरूपेण करोतु भगिनि. इदानीं तु समयः अभवत्. कोऽपि प्रश्नः अस्ति वा एतावता? एकः प्रश्नः वदतु. अत्र उपदेशे उपदेशे दट् सूत्र औत्सुकम् ओन्लि उपदायाम् आम् निनिति इति अस्ति अचो निनिति साक्षात् अनन्तरम् अत् उपधायाम् इति सूत्रं तत्र अत् उपधायां निमित्तं न दत्तम् अतः तत्र पूर्वसूत्रात् तत्र यः अनुवृत्तिः भवति. धन्यवादः. यथा तत्र सार्वधातुकार्धधातुकयोः इति सूत्रे तस्य अनन्तरं पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च पूर्वसूत्रात् अनुवृत्तिः निमित्तरूपेण आयाति सार्वधातुकार्धधातुकयोः इति सप्तमी निमित्तं भवति तथैव अत्र अस्ति. सो अत् उपधायाः सूत्रमपि केवलं निति अपि च णिति परे एव कार्यं कर्तुं शक्यते. अस्तु महोदय. जगदीश महोदय कृपया तत्र शान्तिमन्त्रं पठतु. पूर्णमदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शां निशा निशाभिः हरि ओं श्रीगुरुभ्यो नमः. हरि ओं तत्तत् नमस्काराः. धन्यवादाः. धन्यवादः महोदय. धन्यवादः. धन्यवादः. धन्यवादः भगिनी.